पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 4 जैमिनिरुवाच गङ्गाद्वारस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया प्रयागस्य च माहात्म्यमिदानीं श्रोतुमिष्यसे गङ्गाब्धिसङ्गमस्यापि माहात्म्यं कथ्यतां मुने न सम्यक् कथितुं कोऽपि शक्नोति त्वदृदेक्षितौ व्यास उवाच प्रयागस्य फलं वत्स गङ्गाब्धिसङ्गमस्य च सम्यग् वक्तुं न शक्नोमि सङ्क्षेपाच्छ्रूयतां द्विज कोटिब्रह्माण्डमध्येषु यानि तीर्थानि वै मुने प्रयान्ति तानि सर्वाणि प्रयागप्रतिमां तु किं गङ्गाया यमुनायाश्च सरस्वत्याश्च सङ्गमे प्रशंसन्ति सुराः सर्वे ब्रह्म विष्णुशिवादयः मकरस्तेरवौ माके स्नानं ये तत्र कुर्वते तेषामागमनं नास्ति विष्णुलोकात् कदाचन गवां कोटिसहस्राणि वाजिमेधमुखाध्वराः मेरुतुल्यसुवर्णानि दानान्यन्यानि च द्विज कुरुक्षेत्रे पुष्करे च प्रभासे च गयासु च हुत्वा दत्त्वा च विप्रेभ्यो यद्फलं प्राप्यते बुधैः माके स्नात्वा प्रयागेदु तस्मात् कोटिगुणं भवेद् तस्मात् तमस्ततीर्थानां प्रयागः परमस्मृतः सिंहराशिस्थिते सूर्ये गोदावर्यां द्विजोत्तम चिरमुग्रतपस्तप्त्वा स्नानदानव्रतादिभिः वेदागमपुराणोक्तं यत्पुण्यमक्षयं भवेद् माघे स्नात्वा प्रयागेदु तत्पुण्यं नात्र संशयः फाल्गुने कृष्णपक्षेदु चतुर्दश्यामुपोषितः काश्यां यत्फलमाप्नोति तन्मे निगदधशृणु कोटिजन्मार्जितैः पापैर्विमुक्तः सर्वरूपधृक उद्धृत्य कोटिपुरुषान् शिवेन सह मोददे माके मास्ये प्रयागे दुस्नात्वा सकृतभिद्विजः कल्पकोटिशतं विष्णुं सम्पूज्यान्यत्र यद्फलम् एकाहमपि सम्पूज्य मकरस्थे दिवाकरे सत्यं सत्यमहं वच्मि सर्वमेवाक्षयं भवेद् यावद्दिनं माघमासे तत्र तिष्ठति मानवः तावत् कल्पशतं विप्र मोददे विष्णुना सह गङ्गा यमुनयोस्तोये स्नानं येन कृतं सकृद सद्यस्तद्दर्शनात् पापैर्मुच्यते सर्वपादकैः तर्तुं यदिच्छन्ति जनाः संसाराब्धिं सुदुस्तरं गङ्गा यमुनयो स्नात्वा भक्त्या पश्यन्तु माधवं यजन्ति मानवास्तत्र यद्यदिष्ट्वा कलेवरं सद्यो लभन्ते विप्रर्षे तत्तदेव न संशयः इतिहासमिहैवाहं कथयामि निशामय यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः प्रणिधिर्नाम तत्रासिद्वैश्य एको महाधनी देवतातिथिपूजासु विप्रभाक्त्येकतत्परः तस्य पद्मावती नाम धर्मपत्नी पतिव्रता चार्वङ्गी शीलयुक्ता च कुलजा प्रियवादिनी स्त्रीणां योग्या गुणा ये सृष्टा श्रीपरमेष्ठिना तच्छरीरे गुणास्ते ते निवसन्ति द्विजोत्तम अधासौ प्रणिधिर्वैश्यः समादाय धनं बहु वाणिज्यार्थे गतो विप्र शुभे लग्ने शुभे तिथौ धनाद्धर्मप्रभवति धनाच्च विपुलं यशः धनात्कुलमवाप्नोति भवेत् किं वा धनाधृदे धनहीनं जनं सृष्ट्वा सखापि वा पलायते मेकशरद्यम्बुहीनखण्डं खण्डं नयेन्महद खादितुं प्राप्यते यावत् तावदेव हि बान्धवाः धन्यं यस्य कुलं तस्य बुद्धिस्तस्य स पण्डितः अर्धैर्विहीनः पुरुषो जीवन्नपि मृतोपमः धर्मार्थविद्यार्जनदो मदिर्यस्य निवर्तते ज्ञेयः समूर्खः सुतरामधिकस्याधिकं फलं कर्तव्यसततं धर्मश्चार्जितव्यं सदा धनम् शिक्षितव्या सदा विद्या पुंभिरेव विचक्षणैः दानाद्धनं च विद्या च वर्धते प्रतिवासरम् धर्मस्तु वर्धते नैव रक्षतेन विना नृणां काष्ठं तृणं तुषं वापि सम्प्राप्य न परित्यजेद पुमान् संचयशीलोऽपि कदाचिन्नावसीदति तदोऽसौ प्रणिधिर्वैश्यो नियोज्य स्त्रियमालये गृहव्यापारनिष्णादो वाणिज्येन जगामः अथैकदा तस्य पत्नी गृहीत्वोद्वर्तनादिकम् सखीभिः सह विप्रर्षे जगामस्नानहेतवे तदो धनुर्ध्वजो नाम स्वयं च पादकाश्रयः निजचया प्रकुर्वन्तीं स्नानकर्म ददर्शताम् विकसत्स्वर्णपुष्पाढ्यां प्रफुल्लकमलाननां मृगशावदृश्यं चारु पीनोन्नदपयोधरां तां वैश्यपत्नीमालोक्य स्वपचोऽसौ स्मरातुरः उवाच प्रहसन्वाणीं निजमूर्तिमचिन्तयन् धनुर्ध्वज उवाच कास्य कल्याणि शुश्रोणि चारुहासिनि सुन्दरि मनोहरसि मे कस्मात् सुयौवनरसैः प्रिये विशालजखने तन्वि मया गुणवता सह गुणवत्या त्वया सर्वं सुखमत्यनुभूयताम् धनुर्ध्वजवच श्रुत्वा तस्या सख्यस्तदो द्विज ऊचुर्वाक्यं तथा क्रुद्धा संदष्टदशनच्छदाः सख्य ऊचुः अरे मूढ दुराचार दुराचार कुलोद्भव पाद निष्प्रेक्षणमपि नैदस्यास्ते प्रदीयते इयं पतिव्रता नारी धर्मकर्मपरायणा आत्मानं सुखमिच्छद्भिः पापदृष्ट्या न दृश्यते परस्त्रीमुखसौन्दर्यं परद्रव्यं च सर्वदा दृष्ट्वा कामाग्निः संखिन्ना दह्यन्ते मूढमानसाः या हि पापमदे दूरं मा वदोऽक्रिं सुदुःसहं वयमेव भवन्तं न स्पृशामश्चरणैरपि धनुर्ध्वज उवाच दिगस्त्वमुं जातिशब्दं सञ्जानन्नखिलं गृणम् सम्भावितो न युष्माभिः स्वपचत्वे यतोऽधुना कनकं मदिरापूर्णं कलशाभ्यन्तरस्थितं सम्प्राप्य को न गृह्णादि तद्गुणग्रामवित्पुमान् अदोऽहं युवतीमेनां यथा प्राप्नोमि साम्प्रतं तथा कुरु देहे सख्यशरणम् भो गतोऽस्मि यद इति ब्रुवन्तं तं मूढं भूयो भूयो द्विजोत्तम ऊचोर्वाक्यमिदं तास्तु जादात्यन्तकुतूहलाः सख्य ऊचुः यद्येतां रमणीं नूनमिच्छसि त्वं सुदुर्मदे गङ्गायमुनयो शीघ्रम् शरीरं सङ्गमे त्यज मिथकृतमुखलोका हसन्त्यस्तास्तदो द्विज तां साधुपत्नीमादाय ययो निजगृहान्तरं ततोऽसौ स्वपचो मोहात् ब्रह्महत्यासहस्रकृत गङ्गायमुनयोस्तोये तामिष्ट्वा पञ्चदां गतः तत्स्वामि सदृशाकारसमस्तगुणवान् बली स च एव स्वपाकोऽसौ स्ववृत्तान्तं स्मरन्नभूद तदोऽसौ प्रणिधिर्वैश्यस्तस्मिन्नेव दिने शुभे कृत्वा वाणिज्यमायादस्वकीयं निलयं प्रति स्वपाकोऽपि तदो विप्रस्तस्यावासं विवेशः प्रणीते सदृशो रूपैर्वयोभिश्च गुणैरपि एकाकारौ समालोक्य पुरस्थौ तौ गुणाकरौ कस्याहं दयिता को वा मम भर्त्येत्यचिन्तयद तदः सा विस्मिता साध्वी विलोक्य तत्पदि द्वयं तुष्टाव माधवं देवं वचनैः कोमलाक्षरैः पद्मावत्युवाच नमामि गोविन्दमनन्दमूर्तिं शक्रादिदेवार्चितपादपद्मं योगेश्वरं योगविदां निरीहं योगप्रदं योगिभिरर्चनीयम् नमोऽस्तु दे कैढभमर्दनाय नमो मधुध्वंसकराय तुभ्यं नमोऽस्तु कंसासुरनाशनाय नमोऽस्तु चाणूरनिपातनाय नमोऽस्तु वेदोद्धरणाग्रनित्यं नमोऽस्तु भूम्युद्धरणाय तुभ्यं नमोऽस्तु पृथ्वीधरणक्षमाय नमोऽस्तु दैत्यान्तकराय तुभ्यं गङ्गाम्बुधौ ताङ्घ्रियुगाय तुभ्यं नमोऽस्तु राजन्यकुलान्तकाय नमोऽस्तु ते रावणवंशहन्त्रे अलं च दैत्यान्तकराय तुभ्यम् नमोऽस्तु दे चाध्वरनिन्दकाय नमोऽस्तु दे म्लेच्छकुलान्धकाय नमोऽस्तु दे हृत्कमलासनाय नमोऽस्तु दे सर्वरिपुध्वजाय प्रसीदकोऽपी जनवल्लभप्रभो धृतैकहस्ताचलदेवदेव प्रसीदलक्ष्मीमुख पद्मभृङ्गप्रसीदविष्णो सततं नमस्ते प्रसीदपद्मेक्षणचक्रपाणि कौमोदगी हस्तगदाधरत्वं प्रसीद विष्णोधृतपाञ्चजन्य नमोऽस्तु ते पद्मधराय नित्यं संसार कौतूहलमन्दिरे ते मोहान्धकारे च विवेकदीपे सम्मोहिता केशवमायया हि त्वदीयया नित्यमहं भ्रमामि विरिञ्चि सेन्द्रार्कमुखा सुरेन्द्रा मायां न जानन्ति तवासुरारे मानुष्यहं किं तव वेत्मि मायां पुरो भ्रमं मे हरसानुकम्पं व्यास उवाच तस्यास्तवं समाकर्ण्य भगवान् माधवप्रभुः समालोक्य जगन्नाथश्च दुर्वर्गफलप्रदः आविर्बभूव सहसा सूर्यकोटिसमप्रभः सामूर्ध्ना भूमिमालोक्य ववन्दे तत्पदद्वयं नमस्ते कमलाकान्त भुक्तिमुक्तिफलप्रद हर मे ज्ञानहीनायाः स्वकीयमधिविभ्रमं श्रीभगवानुवाच भ्रमं जहीहि चार्वङ्गिद्वावेधौ हि पदी तव एकभावेन शुश्रोणि कुरु सेवां तयोः सदा यश्च ते प्रणिधिस्वामी मद्भक्तस्तरुणः सुधीः भोक्तुं सुखफलं साध्वि सोऽभवद्विविधस्वयम् अनन्तरूपिणी लक्ष्मीर्यथा क्रीडे मया सह तथा त्वमपि शुश्रोणि भुङ्क्ष्वताभ्यां सुखं सदा पद्मावत्युवाच एकस्याद्वौ पदी देवनः प्रशंसन्ति मानवाः मग्नां लज्जाब्धिकल्लोले मामुद्धरदयामय श्रीभगवानुवाच यदापकीर्तिदसाध्वि बिभेषित्वं ध्रुवं भुवि तदा मत्पुरमागच्छताभ्यां सह वरानने विमानमागतं सद्यस्तदो भगवदाज्ञया तौ समादाय वैकुण्ठं सा गन्तुमुपचक्रमे अध सा पथि गच्छन्ती भर्तृभ्यां सहजैमिने ददर्शैकं महात्मानं रथस्थं स्त्री समन्वितं धृतं कमलपत्राक्षैरथसी कुसुमप्रभैः चतुर्भुजैर्दूतगणैरासीनैर्गरुडोपरि विष्णु दूतांस्ततस्तांस्तु विष्णुरूपान्वराङ्गना कोऽयं रथस्थपुरुष इति पप्रच्छ सा सती के वायूयं महात्मानपुण्डरीकनिभेक्षणाः सर्वेऽपि विष्णुसदृशा शङ्खचक्रादिपाणयः ततस्ते भगवद्दूता विष्णुतुल्यपराक्रमाः विहस्योचुर्मुहुः सर्वे परमामोदसंयुताः विष्णुदूता ऊचुः विष्णुदूता वयं साध्वि पुण्यात्मानमिमं जनं समादाय पदं याम उदारं लोकमुत्तमं पद्मावत्युवाच केन पुण्यप्रभावेन गदोयमीदृशीं गतिं विष्णुदूता महात्मानः कथ्यदामित्यहो मम विष्णुदूता ऊचुः अयं बृहध्वजो नाम राक्षसो लोकशोककृत अरण्यादिनिवासी च महाबलपराक्रमः परदारपरद्रव्यहारको रिपुकोद्यतः गो मां साशी निष्ठुरोक्तिभाषी च देवनिन्दकः यद्यत् पापरदं कर्म तदनेन कृतं सदा स्वप्नेऽपि न कृतं कर्म शुभं न च पतिव्रते अयं रथं समारुह्य सततं कामपीडितः परस्त्रीहरणार्थाय शुश्रोणि नभसि भ्रमन् यां यां सुयौवनां नारीं यत्र यत्रायमीक्षदे बलाच्चालिङ्गितस्तां तु तत्र तत्र स्मरातुरः अथैकदा भीमकेश नाम्नो नरपदे प्रियां ददर्श क्रीडामध्यस्थां सुन्दरीं नव यौवनाम् अधासौ तां समालोक्य सुवर्णकुसुमप्रभाम् इत्युवाच वचः प्रेम्णा का त्वमत्र करोषि किम् सैवोवाच ततः कान्ता भीमकेशस्य भूपतेः अहं सुरदशास्त्रज्ञा केशिनी नाम भूषिता अयि सर्वगुणज्ञा मां प्रेमहृष्टां न भूपतिः स्ववंशजां दोषहीनां पश्यदि क्षणमप्यसौ स्थीयते नित्यमत्रैव भर्त्रा खण्डितचर्चया मया स्वकर्म शोचन्त्या विरहानलतप्तया कस्त्वं कथमिदं प्राप्तमुद्यानं प्रतिसत्तम समायादोऽसि तत्सर्वं प्रसन्नो वक्तुमर्हसि अधायमित्याह वचः पूर्णचन्द्रनिभानने मायावी राक्षसोऽहं त्वामालिङ्गितुमिहागतः जहीः रुष्टभर्तारं सर्वदा दोषदर्शिनं तन्वि मां भज सर्वं ते दास्यामि सुखमुत्तमं ततो विहस्य साध्वीयं राक्षसेन्द्रमिमं मुदा बबन्ध बाहुलतया विन्यस्य वदने मुखं सतामालिङ्ग्ययुवतीं विवेकोद्वेगविह्वलाम् अनया सह शुश्रोणि दिव्यमारूढवान्रथम् दम्पती भावमाश्रित्य तौ जादावति कौतुकम् वायुवेगरथारूढौ यादौ गगनवर्त्मनि अधैनामयमित्याह पश्य तन्विवरानने त्वद्भर्तृदेशादायादौ गङ्गासागरसङ्गमे ततो रथस्तनारीयमधिगङ्गाब्धिसङ्गमम् जगामपञ्चदां सद्यः सन्दृश्यात्यन्तसाध्वसैः विलप्य बहुधा साध्वीं तत्रायमपि राक्षसः गतप्राणं समालोक्य सद्यो मृत्युं जगामः वैनते यद्वजादेशादिमौ गलितकल्मषौ नयामः पुण्यकर्माणौ वैकुण्ठं प्रतिसम्पदि जलस्थले चान्तरिक्षे गङ्गासागरसङ्गमे देहं संत्यज्य गच्छन्ति पापिनो हि परां गतिं त्रैलोक्यदुर्लभं तीर्थं गङ्गासागरसङ्गमे माघे तपसि शुक्लाय मेकादश्यामुपोषितः तत्र शुद्धिमवाप्नोति ब्रह्मापि न संशयः गङ्गाब्धिसङ्गमे स्नात्वा हरिं दृष्ट्वा च माधवं कार्तिकेयमुखं दृष्ट्वा पुनर्जन्मन विद्यते कार्तिकेयो हरिसाक्षादित्य भेदकृदः सदा ये कार्तिकेयं पश्यन्ति ते सर्वे मोक्षगामिनः सर्वतीर्थादिकं तीर्थं गङ्गाब्धिसङ्गमं शृणु जलस्थले चान्तरिक्षे मृदो मोक्षमवाप्नुयाद व्यास उवाच युक्त्युक्त्वा विष्णुदूतास्ते तौ समादाय जैमिने जग्मुर्विष्णुगृहं सर्वे सहसाकाशवर्त्मनि याजपद्मावती साध्वी भर्तृद्वयसमन्विता गदा सारूप्यतां विष्णोश्चतुर्वर्गप्रदायिनः तत्र भुक्त्वाखिलान् भोगान् दुर्लभान् द्विजसत्तम परमं ज्ञानमासाद्य येयुः सारूप्यतां हरेः सर्वतीर्थमयी गङ्गा सर्वतीर्थमयो हरिः गङ्गायाश्च हरेश्चैव तस्माद्भक्तिर्विधीयते गङ्गाब्धिसङ्गमे पूर्वं माधवो नाम भूभुजः तप्त्वा तपश्चिरं तत्र सदारो मोक्षमाप्तवान् जैमिनिरुवाच त्वयोक्तो माधवकोऽसौ किं कर्म स चकारः कथं तेपे तपस्तन्मे सर्वं कथय सत्तम व्यास उवाच चरितं तस्य विप्रर्षे माधवस्य महात्मनः आकर्णय प्रवक्ष्यामि समासेन महामदे इति श्री पद्मपुराणे क्रियायोगसारे व्यासजैमिनिसंवादे प्रयागवर्णनं नाम चतुर्थोऽध्यायः ॐ